नमस्कारः, अस्माकं न्यायचिन्तनवर्गे स्वागतम्। अस्माकं इदानीं वयम् अन्यथासिद्धत्वम् इति विषयः समाप्तः। ततः अग्रे इदानीम् अत्र विद्याधरी इति पुस्तके पृष्ठसङ्ख्या अस्ति एकषष्टि अधिकशततमे पृष्ठे। तत्र पठनात् प्राक् किञ्चित् अत्र पृष्टिका भूमिकारूपेण किञ्चित् पश्यामः तर्कसङ्ग्रह इति पुस्तके। नमस्कारः। नमस्कारः भगिनि। सरला भगिनि वा? हा भगिनि, अहं मन्दिरे अस्मि, 15 निमेषं गृहं प्राप्स्यामि। अस्तु इदानीं शृणोमि। अस्तु अस्तु, तर्हि अहं किं गृहम् आगत्य सूचयामि। अस्तु अस्तु भगिनि, अस्तु, धन्यवादः। सो तर्हि अत्र विद्याधरी इति पुस्तकात् पठनात् प्राक् किञ्चिदेव अत्र पुनस्मरणरूपेण अत्र तर्कसङ्ग्रहपुस्तके किञ्चित् स्थूलरीत्या एकवारं पश्यामः किं किम् अस्ति इति। यतोहि अस्माकं विषयः अत्र प्रत्यक्षप्रमालक्षणम् इति आगच्छति, तस्य सम्यक्तया अवगमनार्थं किञ्चित् पुनस्मरणं कुर्मः। तर्हि अत्र तर्कसङ्ग्रह इति पुस्तके पृष्ठसङ्ख्या अस्ति 60 पेज् 60। तर्कसङ्ग्रह क्या दीपिका इति? दीपिका, सत्यं, तर्कसङ्ग्रह दीपिका ग्रन्थे अत्र पृष्ठसङ्ख्या 60 एतत् सर्वं वयं पूर्वमपि विद्याधरी इति पुस्तके विस्तृतरूपेण पठितवन्तः, परन्तु किञ्चित् पुनस्मरणरूपेण पश्यामः। अत्र प्रथममस्ति, अत्र वाक्यमस्ति ज्ञानं। ज्ञानम् इत्युक्ते किं? सर्वव्यवहारहेतुगुणः बुद्धिर्ज्ञानं, सा द्विविधा स्मृतिर् अनुभवश्च। राजेन्द्रमहोदय, प्राप्तं वा? अस्तु, इदानीम् अत्र ज्ञानस्य लक्षणवाक्यमस्ति सर्वव्यवहारहेतुः हेतुर्बुद्धि ज्ञानं, सा द्विविधा। ज्ञानं द्विविधमस्ति, स्मृतिः अनुभवः, स्मृतिः अनुभवः इति वयं दृष्टवन्तः। ततः अग्रे अत्र पश्यति चेत् संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति अत्र स्मृतेः लक्षणमस्ति, संस्कारमात्रजन्यं ज्ञानं स्मृतिः। ततः अग्रे अत्र पश्यति चेत् बहिरिन्द्रिय अजन्यत्वविशिष्टसंस्कारजन्यत्वविशिष्टज्ञानत्वम्। अत्र किम् अस्ति इत्युक्ते, प्रथमतया यदि अहं घटं पश्यामि चेत् तर्हि मम आत्मनि घटः इति ज्ञानं जायते, तेन अनुभवः जायते। यदा हि अनुभवः नश्यति तदा अनुभवेन संस्कारः जन्यते, मम आत्मनि अनुभवेन संस्कारः जायते, संस्कारेण स्मृतिः जायते। तर्हि अत्र यद्यपि अनुभवः प्रथमं जायते, तथापि अत्र प्रथमतया स्मृतिः उल्लिखितः अस्ति, तदनन्तरम् अनुभवः। तर्हि इदानीं संस्कारमात्रजन्यं ज्ञानं स्मृतिः, स्मृतिः अपि एकविधज्ञानम् अस्ति। अनन्तरम् अग्रे पश्यति चेत् अग्रिमपृष्ठे तद्भिन्नं ज्ञानम् अनुभवः, स द्विविधः यथार्थोऽयथार्थश्चेति। तर्हि यज्ज्ञानं स्मृतिः नास्ति, तद्भिन्नं ज्ञानम् अनुभवः इति अस्ति। अनुभवः द्विविधः, अनुभवः इति ज्ञानं द्विविधमस्ति, यथार्थ अनुभवम् अपि च अयथार्थ अनुभवः। तर्हि यथार्थ अनुभवः इत्युक्ते किम् इति अग्रे दत्तमस्ति। यथार्थ अनुभवः इत्युक्ते तद्वति तत्प्रकारको अनुभवः यथार्थः, यथा अयं घट इति ज्ञानं, स एव प्रमे इत्युच्यते। तर्हि अत्र अनुभवः द्विविधः, यथार्थ अनुभवः अयथार्थ अनुभवः। यथार्थ अनुभवः इति ज्ञानमस्ति, यथार्थ अनुभवः इत्युक्ते तद्वति तत्प्रकारको अनुभवः यथार्थः इत्युक्ते घटः, अहं घटं दृष्ट्वा घटम् एव इति जानामि चेत् तर्हि यथार्थ अनुभवः। परन्तु घटं दृष्ट्वा अहं पटम् इति मम मनसि पटम् इति ज्ञानं जायते चेत् तत्र अयथार्थ अनुभवः। अत्र उदाहरणमस्ति रजते इदं रजतं, रजतं दृष्ट्वा रजतत्वं जानामि चेत् तर्हि तत्र यथार्थ अनुभवः, यथा अत्र अन्यत् उदाहरणम् अयं घटः इति ज्ञानं, तदेव प्रमा इति उच्यते. प्रमा इत्युक्ते यथार्थज्ञानं, सत्यं ज्ञानं, यत् यथा वर्तते तथैव वयं स्वीकुर्मः, तत् यथार्थज्ञानम्. अग्रे ततः अग्रे एतावता स्पष्टं वा अनुभवः? अस्तु. ततः अग्रे तद् अभाववति तत्प्रकारको अनुभवः अयथार्थः. अयथार्थ अनुभवः इत्यपि ज्ञानमेव. अनुभवः इत्यस्मिन् अन्तर्भूतः अयथार्थ अनुभवः इत्युक्ते अत्र भ्रमः. यदा अहं रज्जुं दृष्ट्वा सर्पः इति ज्ञानं मम आत्मनि जायते चेत् तर्हि अयथार्थ अनुभवः इति वदामः. अस्तु, ततः अग्रे अत्र अस्तु ततः अग्रे अग्रिमपृष्ठे इदानीमेव अत्र मुख्यविषयः आगच्छति. यथार्थ अनुभवः चतुर्विधः. तर्हि यथार्थ अनुभवः इत्युक्ते प्रमा इत्युक्ते ज्ञानं. ज्ञानं चतुर्विधम्. अत्र महोदय, राजेन्द्रमहोदय पठति वा? आं भगिनि, श्रूयते वा? हा, श्रूयते महोदय. आम् अस्मि एव. पठामि वा? पठतु महोदय, पठतु. यथार्थ अनुभवश्च चतुर्विधः. प्रत्यक्ष अनुमिति उपमिति शाब्दभेदात् तत्र चतुर्विध अनुभवज्ञानं चतुर्विधमस्ति. प्रत्यक्षज्ञानं, अनुमितिज्ञानं, उपमितिज्ञानं, अपि च शाब्दभेदात्. प्रत्यक्षज्ञानम् इत्युक्ते यथा इन्द्रियेण सह यः अस्माकं ज्ञानम् आगच्छति, प्रत्यक्षज्ञानं. अनुमिते च अनुमानं कृत्वा तत् यथा पर्वत वा वह्निः धूमात् तत् धूमं दृष्ट्वा वयम् अनुमानं कुर्मः तत् वह्निः अस्ति पर्वते. अपि च उपमिति भगिनि किञ्चित् उपमिति इति यथावता वयं न पठितवन्तः. अत्र उपमिति इत्युक्ते अत्र उपमानम् इति वदामः चेत् अत्र तुलना इति अस्ति खलु, तत्र सादृश्यज्ञानम् एव उपमितिः, सादृश्यज्ञानम्. शाब्दभेदात् इत्युक्ते यथा शब्द यथा व्यवहारेण शब्द वदामः तत्र शब्दात् ज्ञानम् उत्पद्यते. तत्र यथा कोऽपि कुत्र गत्वा तत् वनं पश्यति, तत् फलानि पश्यति, तत् आगत्य पुनः आगत्य वर्णनं करोति तत्र एवमासीत्, तत्र फलानि सन्ति, एवमेव अस्ति, तत्र शाब्दज्ञाते. तथा चिन्तयित्वा अस्माभिः अपि ज्ञानं वर्धते, ज्ञानम् आगच्छति. तत्र फलवृक्षाः तथा आसन्. सत्यं, बहु समीचीनं महोदय. तर्हि अत्र प्रत्यक्ष अनुमितिः उपमितिः शाब्दभेदात् इति चतुर्विधं यथार्थ चतुर्विधः यथार्थः अनुभवः. ततः अग्रे पठतु महोदय. तत्कर्णम् अपि चतुर्विधं. प्रत्यक्ष अनुमान उपमान शब्दभेदात् तत् प्रत्यक्ष ज्ञानम् अनुभवज्ञानं चतुर्विधः अस्ति. तत् तान् प्राप्यार्थं तत्र चतुर्विधकर्णानि सन्ति. तत्र कर्णम् इति प्रत्यक्ष अनुमान उपमान अपि च शब्दभेदः. तत्र चतुर्विधं कर्णानि सन्ति यथा. समीचीनं महोदय. तर्हि अत्र अस्माकम् अवधानं किम् इति चेत् अत्र प्रत्यक्षम् इति पूर्वमपि आसीत्, इदानीं द्वितीयवारं प्रत्यक्षम् इति आगच्छति. तर्हि अत्र प्रत्यक्षं नाम किम्? प्रत्यक्षं पूर्वं यः प्रत्यक्षम् आसीत् तत्र तु ज्ञानम् अस्ति, प्रत्यक्षज्ञानम्. अस्मिन् सन्दर्भे प्रत्यक्ष इत्युक्ते कर्णम् एव, येन ज्ञानं प्राप्नुमः. सत्यं सत्यम्. अत्र प्रत्यक्षम् इत्युक्ते इन्द्रियम्, इन्द्रियेण एव प्रत्यक्षज्ञानम् उत्पद्यते. अत्र द्वितीयवारप्रत्यक्षम् इत्युक्ते इन्द्रियम्, तर्हि अत्र हा इन्द्रियम् इति एव प्रत्यक्षं, तर्हि प्रत्यक्षं प्रत्यक्षम् इत्युक्ते इन्द्रियम् अथवा करणम् अथवा प्रमाणं, प्रमाणमपि वदामः. करणस्य अत्र अत्र प्रत्यक्षम् इति नामकरणस्य करणम् इन्द्रियम् अथवा प्रमाणं चत्वारः चत्वारि नामानि. प्रमाणम् इत्युक्ते अत्र साधनं, येन ज्ञानम् उत्पद्यते, साधनमस्ति. इन्द्रियमेव साधनम्, अतः अत्र चत्वारि पदानि मनसि भवेत्, यतोहि अग्रे गत्वा पुनः पुनः तदेव आगच्छति. अस्तु, अतः किञ्चित् भ्रमात्मकः अपि भवितुमर्हति यत्र विद्याधर्यां प्रत्यक्षमिति आगच्छति चेत् तत्र ज्ञानमस्ति वा अथवा इन्द्रियमस्ति वा करणमस्ति वा किम् अस्ति इति किञ्चित् सावधानतया अवगन्तव्यम्. अस्तु, ततः अग्रे साधारणकारणं करणम् इति अस्ति. साधारणकारणं करणम् इति दत्तमस्ति. तर्हि अत्र साधारण नाम किं, कारणं नाम किम्? क्षम्यताम्, असाधारणं, क्षम्यताम्, असाधारणं कारणं करणम्, असाधारणं कारणं करणं. तर्हि अत्र करणं नाम किम् इति सम्यक्तया अवगन्तव्यं चेत् असाधारणं नाम किम् इति प्रथमतया अवगन्तव्यं, कारणं नाम किम् इति अपि अवगन्तव्यम्. अतः कारणं जानीमः चेत् एव असाधारण नाम किम् इति ज्ञातुं शक्नुमः. असाधारणकारणं तत्र करणं. तर्हि अत्र कारणम् इति पदम् अस्ति, अत्र घटकम् अस्ति करणे. करणस्य लक्षणवाक्ये कारणं घटकम् अस्ति, करणं घटितमस्ति. इत्युक्ते घटकम् इत्युक्ते तस्य अंशः अस्ति. कारणम् इति पदम् अंशः अस्ति करणस्य लक्षणवाक्ये, अतः कारणं घटकम् इति वदामः. अत्र करणं घटितम् इति वदामः. तर्हि अग्रे इदानीम् अत्र कारणं नाम किं, तर्हि प्रथमतया अत्र कारणं नाम किम् इति निरूपितमस्ति. एतत् सर्वं वयं पूर्वमपि विद्याधर्यां पठितवन्तः. कार्यनियतपूर्ववृत्तिकारणं वदतु महोदय, किमस्ति अत्र कार्यनियतपूर्ववृत्तिकारणं? कार्यनियतपूर्ववृत्तिकारणं यथा यत्किमपि कार्यम् उत्पद्यते तत् पूर्वं तत् तत् कारणानि भवेयुः, तत् क्षणे पूर्वम् एव भवतु, सदैव भवतु तत्. यथा त्रीणि कारणानि निष्कर्षाः वयं पठितवन्तः, तत् कार्यनियत् पूर्ववर्तितं, यथा तत् दण्डचक्रादि कपालः तत्र तस्मिन् कार्यनियत पूर्ववर्तितं वर्तितम् अस्ति, ते कारणं सन्ति घटनिर्माणं प्रति. सत्यम्. अपि च वयं वयं करपत्रे वयं दृष्टवन्तः, अतः किञ्चित् परिष्कृतलक्षणवाक्यं किम् अस्ति अत्र कारणस्य? अन्यथा सिद्ध शून्यत्वे सति, अन्यथा शून्यत्वे सति, सति कार्यनियत पूर्ववर्तितं कारणं. सत्यं सत्यम्, अन्यथा सिद्धि शून्यते सति कार्यनीतिपूर्ववृत्तित्वं कारणं. सत्यं, समीचीनं. तर्हि अन्यथा सिद्धत्वमपि न भवेत्, तत् तत्र एव कारणम् इति वदामः, कारणस्य लक्षणवाक्यं. तर्हि अत्र पूर्वस्मिन् पृष्ठे असाधारणकारणं करणम् इति दत्तमस्ति. तर्हि अत्र सर्वे असाधारणकारणानि करणं भवितुम् अर्हति वा इति प्रश्नः तु उदेति. यतोहि वयं जानीमः साधारणकारणानि नाम किम् इति वयं जानीमः एव. अत्र ईश्वरस्य ज्ञान इच्छा कृति, अत्र कालः दिक्, कालः दिक् धर्माधर्मौ इति तथा आसीत् साधारणकारणानि. तर्हि अत्र असाधारणकारणम् इत्युक्ते अत्र कार्यं प्रति विशिष्टकारणं, विशिष्टकारणमेव असाधारणकारणम् इत्युक्ते अत्र घटः अस्ति, घटस्य कृते दण्डः, चक्रं, कुलालः, अपि च मृत्तिका, जलं, यत्किमपि भवतु तत्सर्वम् असाधारणकारणानि एव. तर्हि सर्वे सर्वाणि असाधारणकारणानि करणं वा इति प्रश्नः. तर्हि इत्युक्ते निमित्तं कारणं भवति न दण्डचक्रकुलालये? कारणेषु मध्ये निमित्तकारणं, सत्यं, निमित्तकारणम्. अत्र कारणं कीदृशकारणम् इत्युक्ते निमित्तकारणम् इति वदामः, परन्तु अत्र असाधारणकारणमेव, साधारणकारणं नास्ति खलु. दण्डः, चक्रं, कुलालः अत्र प्रथमतया साधारणकारणं वा असाधारणकारणं वा इति द्रष्टव्यम्. अस्तु, असाधारणकारणमस्ति दण्डः. तदनन्तरम् अत्र कीदृशकारणम् अत्र समवायिकारणं वा असमवायिकारणं वा अथवा निमित्तकारणं वा इति. तर्हि इदानीम् अत्र सर्वाणि असाधारणकारणानि करणानि न सन्ति. तर्हि करणम् इत्यस्य लक्षणवाक्यं किम् इति पृच्छामः चेत् अत्र व्यापारवत्त्वे सति असाधारणकारणत्वं करणस्य लक्षणम् इति अस्ति. व्यापारवत्त्वे सति इति, तर्हि असाधारणकारणं व्यापारवत् स्यात्. अत्र व्यापारवत् इत्युक्ते किम् इति चेत् असाधारणकारणं यत् व्यापारं जनयति तादृशव्यापारः कार्यं जनयति. इत्युक्ते अत्र उदाहरणार्थं घटः इति उदाहरणं स्वीकुर्मः चेत् तर्हि घटस्य उत्पादनार्थम् अत्र दण्डः आवश्यकः अस्ति. दण्डः असाधारणकारणम् एव. तर्हि दण्डेन भ्रमिः, दण्डे यदि दण्डः वयं कपाले अत्र चक्रे तत्र छिद्रमस्ति खलु तत्र स्थापयामः, तेन चक्रभ्रमणं कुर्मः. चक्रभ्रमणेन अत्र कपाले भ्रमणं जायते, तेन भ्रमणेन घटः उत्पद्यते. तर्हि इदानीम् अत्र दण्डः इति एव व्यापारं जनयति, चक्रभ्रमणम् इति व्यापारं जनयति दण्डः इति कृत्वा अत्र दण्डः करणम् इति वदामः. यतोहि दण्डः चक्रभ्रमणम् इति व्यापारं जनयति, तादृशचक्रभ्रमणं व्यापारः घटस्य उत्पादनं करोति इति कृत्वा दण्डः करणम् इति वदामः. दण्डः निमित्तकारणम् अपि यथा भगिनी उक्तवती. परन्तु अत्र जलम् अस्ति, जलमपि घटस्य निर्माणार्थम् आवश्यकमस्ति. परन्तु जलेन व्यापारः न जायते. यद्यपि जलम् असाधारणकारणं तथापि अत्र करणं नास्ति, दण्डः एव करणम् इति कृत्वा अत्र प्रत्येकस्मिन् स्थले करणं नाम किम् इति अवगन्तव्यम् अस्तु. ततः अग्रे तर्हि इदानीं कारणस्य लक्षणवाक्यं किम् इति वयं दृष्टवन्तः. अन्यथा सिद्धशून्यत्वे सति कार्यनीतपूर्ववृत्तित्वं कारणस्य लक्षणम् इति दृष्टवन्तः. ततः अग्रे अत्र कारणस्य लक्षणवाक्यं पश्यामः चेत् अन्यथा सिद्धशून्यत्वे सति कार्यनियतपूर्ववृत्ति इति अस्ति. कार्यम् इति पदं घटकम् अस्ति. कारणस्य लक्षणवाक्ये कार्यम् इति पदं घटकम् अस्ति, कारणं घटितम् अस्ति. तर्हि इदानीं यावत्पर्यन्तं कार्यं नाम किं, नियतं नाम किं, पूर्ववृत्ति नाम किम् इति न जानीमः तावत्पर्यन्तं कारणं नाम किम् इति न ज्ञातुं शक्नुमः. अतः इदानीं कार्यं नाम किम् इति निरूपितमस्ति. तर्हि ततः अग्रे महोदय अत्र राजेन्द्रमहोदय अग्रे पठति वा, अग्रे पठतु. तस्मै पृष्टे वा 72 द्विसप्ततितमे पृष्टे कार्यं प्राग्भावप्रतियोग तद्भगिनि सत्यं तत् कार्यं प्राग्भावप्रतियोगी कार्यमस्ति प्राग्भावः यः अस्ति, प्राग्भावः तु एकदृशी प्रतिबन्धकः अस्ति. प्राग्भावः तस्य प्रतियोगी कार्यम् अस्ति. यथा घटम् आनेन तत् घट अभावः नश्यति, तत् घट उत्पद्यते तत् भगिनि. सत्यं सत्यं सत्यं, समीचीनं महोदय. तदेव कार्यप्रागभावः इत्युक्ते यत्र सामग्री अस्ति, वयं जानीमः घटः भविष्यति इति, तत्र प्रागभावः अस्ति. यदा हि घटस्य उत्पत्तिः भवति तत्र प्रागभावः नश्यते. अतः कार्यम् इत्यस्य लक्षणवाक्यमस्ति प्रागभावस्य प्रतियोगी अस्ति कार्यम् इति लक्षणवाक्यं, समीचीनं. ततः अग्रे कारणं त्रिविधं तत् पठतु महोदय. कारणं त्रिविधं, समवाय असमवाय निमित्तभेदात्. तत् कारणं वयं जानीमः त्रिविधम् अस्ति. समवायिकारणम् अस्ति यः स्वस्मिन् समवायसम्बन्धेन तिष्ठति, समवायसम्बन्धः. असमवायिकारणं यत्र यथा कपालद्वयसंयोगः प्रथमविध असमवायिकारणम् अस्ति. तत्र अपि च द्वितीयविध अपि अस्ति, न स्मरामि तत् उदाहरणं किमस्ति. अत्र निमित्तभेदात् निमित्तकारणानि सन्ति यथा दण्डचक्रादि कारणानि सन्ति तत् निमित्तकारणानि सन्ति. हा तत् समीचीनम्. अत्र द्वितीयविध समवायिकारणम् अत्र कपालरूपं कपालरूपं घटरूपं एकस्मिन् अर्थे कार्ये. अत्र अग्रिमवाक्यमपि पठतु महोदय. अत्र अग्रिम अग्रिम अग्रिमपृष्ठे अस्ति वाक्यं, तत् पठतु. अस्तु. यत् संवेतं कार्यम् उत्पद्यते तत् समवायिकारणं, यथा तन्तवः पटस्य पटश्च सौगतरूपाधेः. यत् संवेतं कार्यम् उत्पद्यते, यः समवायिसम्बन्धेन कार्यम् उत्पद्यते तत् समवायिकारणमस्ति, यथा तन्तवः पटस्य समवायिकारणमस्ति. तन्तु पटस्य समवायिकारणमस्ति, तन्तवः तु पटे समवायसम्बन्धेन तिष्ठन्ति, तत् समवायिकारणं वदामः. समीचीनं, समवायिकारणम् अस्तु. अग्रिमपृष्ठे अग्रिमपृष्ठे कार्येण तत् कार्येण कारणेन वा सः एकस्मिन् अर्थे संवेतं सत् कारणम् असमवायिकारणं. यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य. अस्तु अस्तु. कार्यस्य कार्येण अपि च कारणेन सः एकस्मिन् अर्थे यः समवायिसम्बन्धेन तत् तत् यः कारणमस्ति सः असमवायिकारणं. यथा तन्तुसंयोगः पटस्य असमवायि एकविध प्रथमविध असमवायिकारणमस्ति, अपि च कपालद्वयसंयोगः घटस्य प्रति प्रथमविध असमवायिकारणमस्ति, अपि च तत् तन्तुरूपं पटरूपस्य प्रति द्वितीयविध समवायिकारणम् अस्ति, अपि च घटरूपं कपालरूपं घटरूपस्य प्रति द्वितीयविध असमवायिकारणम् अस्ति. सम्यक् महोदय, सम्यक्, बहु सम्यक्. स एतत् सर्वं वयं पूर्वमपि पठितवन्तः, अत्र केवलं पुनःस्मरणमेव. अतः अत्र अग्रे अग्रे गच्छेम. अस्तु, ततः अग्रे बहु सम्यक्तया अनुवर्तनं भवति अत्र अस्य पठनेन. हा सत्यं सत्यं, स्थूलरूपेण पश्यामः चेत् अत्र बृहत् चित्रमपि मनसि आगच्छति. अपि च अत्र अत्र सौलभ्यमेव, अत्र जाटिल्यं नास्ति. यदा हि वयम् अत्र अग्रे अत्र व्याख्यानं सर्वं पठामः, दीपिकाव्याख्यानं, प्रायः तत्र एव किञ्चित् क्लेशः अस्ति, यतोहि दीर्घदीर्घवाक्यम् अस्ति. परन्तु अत्र केवलं लक्षणवाक्यं सम्यक् अस्ति. अस्तु, तर्हि अत्र ततः अग्रे तद् एतत् त्रिविधकारणमध्ये यत् असाधारणकारणं तदेव करणम् इति अस्ति. तर्हि त्रिविधकारणानि सन्ति, समवायि असमवायि निमित्तकारणानि न ततः तत् क्षम्यतां, ततः तस्मात् पूर्वं तद् उभयं भिन्नं कारणं निमित्तकारणं, यथा तुरिवेमादिकम् इति अस्ति. तर्हि यत्कारणं समवायी नास्ति असमवायी नास्ति तत्कारणं निमित्तकारणं, यथा अत्र तुरिवेमादिकम् इत्युक्ते अत्र लूम् इत्यस्य यन्त्रं, हा यन्त्रं, पटस्य निर्माणार्थं यत् यन्त्रमस्ति येन यन्त्रेण पटस्य निर्माणं भवति तद्यन्त्रमेव तुरिवेमादिकम् इति अस्ति. तर्हि अत्र निमित्तकारणं नाम किम् इति दत्तमस्ति. ततः अग्रे इदानीं करणम्. अत्र ज्ञानस्य विषये वयं दृष्टवन्तः, अत्र यथार्थ अनुभवः चतुर्विधः इति दृष्टवन्तः, प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दभेदः इति. तस्य करणानि अपि चतुर्विधानि इति वयं दृष्टवन्तः. अत्र प्रत्यक्षम् इति ज्ञानस्य करणं प्रत्यक्षम् अस्ति. इदानीम् अत्र द्वितीयवारप्रत्यक्षम् इन्द्रियम् अथवा प्रमाणम् अथवा करणम् इति वदामः. एवमेव अत्र अनुमितिः इत्यस्य करणम् अस्ति अनुमानं करणम् अथवा प्रमाणम्. उपमितिः इत्यस्य करणम् उपमितिः इति ज्ञानस्य करणम् अस्ति उपमानम्. उपमानं करणमपि अस्ति प्रमाणमपि अस्ति. अनन्तरं शाब्दभेदः शाब्दः इति ज्ञानस्य करणमस्ति शब्दः प्रमाणमपि अस्ति. शब्देन एव तादृशज्ञानं जायते इति कृत्वा करणम् अथवा प्रमाणम् इति वदामः. तर्हि इदानीमत्र करणस्य लक्षणवाक्यमस्ति. एतत् त्रिविधकारणमध्ये यद् असाधारणकारणं तदेव करणं. तत्र त्रिविधकारणानि समवायि असमवायिनिमित्तकारणानि. एतेषु कारणेषु मध्ये यत् असाधारणकारणं तदेव करणं. करणमिति अस्ति. ओ अस्ति वा, पुस्तकमस्ति वा? आमां. हा तर्हि अग्रिमपृष्ठे पठतु भगिनि. सत्यं सत्यम्. न न न न सप्तसप्ततितमे पृष्ठे तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्. प्रत्यक्षज्ञानकरणम् इति प्रत्यक्षम् अतः प्रत्यक्ष प्रथमप्रत्यक्ष इति ज्ञानकारणमस्ति. तस्य ज्ञानकारणमिति कारणं भवति प्रत्यक्षं. तत्र प्रत्यक्षं भवति इन्द्रियैः सह इन्द्रियेण सह ज्ञानं भवति. तत् भवति प्रत्यक्षम् इन्द्रियेण सह. तर्हि अत्र अत्र अत्र प्रथमप्रत्यक्षं प्रत्यक्षं नाम किं, द्वितीयप्रत्यक्षं नाम किम् इति पुनः वदतु. प्रथमप्रत्यक्षं नाम अस्ति ज्ञान ज्ञानकार्यं यत् ज्ञान अयं घटम् इदं पुष्पम् इति ज्ञानकार्यम् अस्ति. तत् अस्ति प्रत्यक्ष. तस् ज्ञानस्य कारणं प्रत्यक्षज्ञानस्य कारणं यस्य असाधारणकारणमस्ति प्रत्यक्षं. तत् प्रत्यक्षं भवति येन प्रत्यक्षज्ञान आगच्छति. तत्र अस्ति प्रत्यक्षम् अस्ति इन्द्रियाणि इन्द्रियेण सह विषयसङ्कर्षं भवति प्रत्यक्षम्. सत्यं सत्यं. तर्हि अत्र द्वितीय समीचीनं भगिनि. तर्हि द्वितीयप्रत्यक्षं प्रथमप्रत्यक्षं ज्ञानम् अथवा प्रमा यथार्थज्ञानम् इति प्रथमप्रत्यक्षं. द्वितीयप्रत्यक्षमस्ति इन्द्रियम् अथवा करणम् अथवा प्रमाणं. तर्हि चत्वारि पदानि मनसि भवेत्. अस्तु भवती प्रमाणम् इन्द्रियं करणं सत्यम् अथवा प्रत्यक्षम्. अस्तु अस्तु अत्र अग्रिमपुटे वयं न पठितवन्तः अग्रिमपुटे. तर्हि इदानीम् अत्र विद्याधरी इति पुस्तकं प्रति गच्छामः. तत्र पृष्ठसङ्ख्या एकषष्टितम अधिक एकशतं पृष्ठसङ्ख्या. तत्र कारणस्यापि यत् कारणं का तस्य संज्ञा इति दृष्टवन्तः. अत्र प्रथमपरिच्छेदं वयं पूर्वमपि दृष्टवन्तः. अन्यथा सिद्धत्वं सर्वं विस्तृतरूपेण पठितवन्तः. तर्हि अत्र द्वितीयपरिच्छेदे प्रकृतम् अनुसरामः. महोदय राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. प्रकृतम् अनुसरामः. त्रिविधकारणत्वे निरूप्यते यत् एतेषु असाधारणकारणं तदेव कारणम् इति मूलं. प्रत्यक्षादिप्रमाणम् असाधारणकारणं किम् इति जिज्ञासायाः प्रत्यक्ष आदयः क्रमेण निरूपिताः. परन्तु असाधारणकारणपदार्थः यदि न ज्ञायते कथं प्रत्यक्ष असाधारणकारणज्ञानं सम्भाव्यते. अतः असाधारणकारणनिरूपणम् आवश्यकम् अपतितं. तत्रापि कारणत्वज्ञान अपेक्षा इति कार्यनियतपूर्ववृत्तिवर्ति कारणम् इति कारणत्वपदार्थः निरूपितः. तत्रापि कार्यं घटकम् इति घटकम् इति कार्यं प्राग्भावप्रतियोगी इत्यनेन कार्यं निरूपितं तथा च कार्यत्वनिरूपणे कृते कार्यत्वघटितं कारणत्वं ज्ञायते कारणत्वे ज्ञाते तद्घटितं करणत्वम् असाधारणकारणत्वं तु रूपं सुज्ञेयम् इति अयं सर्वोऽपि ग्रन्थः प्रवृत्तः भोग्यमस्ति त्रिविधकारणत्वे निरूपिते यत् प्रकृतम् अनुसरामः इति वदतु प्रकृतम् अनुसरामः यथा प्रकृते यथा यथा कार्यम् उत्पद्यते तत् अनुसरामः एवं वा भगिनि न अत्र कार्यम् उत्पद्यते अत्र अस्माकं विषयः कः एतावता वयं किं पठितवन्तः इत्युक्ते तस्मात् प्राक् अत्र कारणस्य विषये एव वयं पठितवन्तः खलु त्रिविधानि कारणानि इति पठितवन्तः तदनन्तरं भिन्नभिन्नकारणानि फलोपदायकत्वं स्वरूपयोग्यताकारणत्वम् इति अपि पठितवन्तः प्रतिबन्धकपदार्थः इति अपि पठितवन्तः अपि च ज्ञायमानसत् कारणतं विद्यमानसत् कारणत्वम् इति अपि पठितवन्तः तर्हि इदानीम् अत्र प्रकृतविषयः अस्ति कारणम् इति एव प्रकृतविषयः अस्ति तदेव अत्र प्रकृतम् अनुसरामः इत्युक्ते तस्मिन् विषये एव इतोपि अग्रे पठामः कारणस्य विषये एव कारणस्य विषये त्रिविधकारणत्वे निरूपिते यत् एतेषु असाधारणकारणं तदेव कर्णम् इति मूलं त्रिविधकारणत्वे यथा समवाय असमवायनिमित्तकारणं भगिनि सत्यं त्रिविधकारणत्वे निरूपिते यत् एतेषु असाधारणकारणं तदेव कर्णम् इति मूलं यत् यत् यत् असाधारणकारणं कारणं भवति कारणं भवति तत् तदेव कर्णं तदेव कर्णम् इति मूलं मूलम् अस्ति यत्किमपि असाधारणकारणं भवति सः एव तदेव कर्णं कर्णं तदेव कर्णम् अस्ति तत् किञ्चित् क्लेशः अस्ति हा हा सम्यक्तया उक्तवान् महोदय अत्र त्रिविधकारणानि सन्ति इति उक्तवान् समवायि असमवायनिमित्तकारणानि तेषु एतेषु कारणेषु यत् असाधारणकारणं तदेव करणम् इत्युक्ते यद्यपि अत्र साधारणकारणं नास्ति इति वदनार्थम् असाधारणकारणम् इति दत्तमस्ति परन्तु सर्वाणि असाधारणकारणानि करणं नास्ति इति अपि मनसि भवेत् यतोहि अत्र इदानीमेव वयं दृष्टवन्तः करणस्य लक्षणं किम् इति चेत् व्यापारवत्त्वे सति असाधारणकारणत्वं करणस्य लक्षणं तर्हि इत्युक्ते तादृश असाधारणकारणं येन व्यापारः जायते तादृशव्यापारेण कार्यम् उत्पद्यते तर्हि अत्र दलद्वयमस्ति व्यापारवत्त्वे सति अपि च असाधारणकारणत्वं दलद्वयमस्ति चेत् तस्य नामकरणमस्ति करणम् यथा अत्र दण्डः इति वयं दृष्टवन्तः दण्डः इति असाधारणकारणम् अस्ति अपि च करणमस्ति यतोहि दण्डेन चक्रभ्रमणम् इति व्यापारः जायते तादृशव्यापारेण कार्यम् उत्पद्यते अतः दण्डः इति करणम् इति वदामः परन्तु जलम् अथवा मृत्तिका इति पश्यामः चेत् घटस्य निर्माणार्थं मृत्तिकायाः आवश्यकता अस्ति मृत्तिका असाधारणकारणम् अपि अस्ति परन्तु मृत्तिका करणं नास्ति यतोहि मृत्तिका व्यापारं न जनयति अतः मृत्तिका करणं नास्ति केवलम् असाधारणकारणम् अत्र यदा यथा तथा वयं पूर्वं पठितवन्तः भ्रमिमत्ता भ्रमिजन्य तत्र तत् साधारणकारणं तत् भगिनि तत् दण्डेन यः भ्रमि जायते तत् तेन चक्रभ्रमणं जायते तद् ततः तत् घटनिर्माणं घटम् उत्पद्यते सत्यं सत्यं दण्डः परम्परासम्बन्धेन एव घटस्य निर्माणं करोति अत्र स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन दण्डः घटस्य निर्माणं करोति. अत्र दण्डः इति स्व इति अस्ति. तेन जन्यभ्रमिः चक्रे अस्ति. चक्रेण जन्यभ्रमिः कपाले अस्ति. तादृशभ्रमणेन कपाले यद्भ्रमिः अस्ति तादृशभ्रमणेन घटस्य निर्माणं भवति. सत्यं महोदय, असाधारणकारणं बहूनि ते सामान्यकारणं, तेषां मध्ये विशिष्ट असाधारणकारणं कार्यं प्रति भवति करणं. यथा महोदय उक्तवान् पशवः बहूनि सन्ति. यदि कुक्कुर वदामः, कुक्कुर भवति विशिष्ट पशु, तत् भवति करणम् अस्ति. सत्यं सत्यं सत्यं सत्यं. कुक्कुरः पशुविशेषः अस्ति, तर्हि यः कोऽपि पशुः कुक्कुरः नास्ति. परन्तु सर्वे कुक्कुराः पशवः एव, तर्हि यत्किमपि असाधारणकारणम् इति न वक्तुं शक्नुमः. इत्युक्ते अत्र यत् यत् कारणं, यत् असाधारणकारणं व्यापारं जनयति, व्यापारवत् अस्ति, तदेव करणम्, तदेव करणम्. अत्र प्रत्यक्षविषये अपि वयं दृष्टवन्तः करणानि, करणानि कानि इति वयं दृष्टवन्तः अत्र. हा, अग्रे महोदय. प्रत्यक्षादिप्रमाणं प्रमाणाम् असाधारणं कारणं किम् इति जिज्ञासायाः प्रत्यक्ष आदयः क्रमेण निरूपिताः. प्रत्यक्ष आदिप्रमाणम् अत्र प्रत्यक्ष इत्युक्ते यथार्थज्ञानं सत्यं, यथार्थ यथार्थ यथार्थज्ञानस्य प्रभेदाः अत्र प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दभेदः इति प्रमा प्रमा अस्ति. अत्र प्रमाणां नाम किम् अत्र प्रमाणम्? अत्र प्रमाणां प्रमाणाम् इति अस्ति खलु. अत्र चतुर्विध प्रत्यक्ष प्रत्यक्ष आदि अस्ति, तत् कारणात् अत्र चतुर्विध ज्ञानम् अस्ति, अनुभवज्ञानं. तत् तथैव तादृश तत् कारणात् तत्र प्रमाणम् अस्ति वा? सत्यं, विभक्तिः का? षष्टि षष्टिविभक्तिः अस्ति, बहुवचनम् अस्ति. प्रमा इत्यस्य षष्टि बहुवचनं प्रमाणां प्रमाणाम् अस्तु अस्तु. अत्र अत्र किञ्चित् अवधानं न ददामः चेत् अत्र प्रमाणम् इति पठामः चेत् तत्र अर्थः एव विद्यते. प्रमाणम् इत्युक्ते तत्र इन्द्रियम् इति भवति, परन्तु अत्र प्रमाणाम् इति अस्ति. यथार्थज्ञानं सत्यं, यथार्थज्ञानं यथार्थज्ञानम् अत्र प्रभेदाः. अस्तु, अग्रे महोदय. असाधारणं कारणं किम् इति जिज्ञासायाः प्रत्यक्ष आदयः क्रमेण निरूपिताः. यत् पूर्वं तस्य निरूपितमासीत् आसीत् असाधारणं कारणं किम् इति, तत् प्रत्यक्ष आदयः, तत् प्रत्यक्ष अनुमिति, उपमिति, शाब्दभेद भेदः, तत् क्रमेण निरूपितम् आसीत् पूर्वम्. एवं भगिनि, अत्र प्रथमप्रत्यक्षादि ज्ञानम् इति अस्ति, द्वितीयप्रत्यक्षादयः ओ कर्णमस्ति वा? सत्यं, जिज्ञासायां कर्णं प्रत्यक्षादयः कर्णस्य अस्ति. प्रत्यक्षादयः क्रमेण अस्तु अस्तु अस्तु, इदानीम् अवगच्छामि. यथा प्रत्यक्षज्ञानम्, अनुमितिज्ञानं, किमपि यत् प्रमा अस्ति तत् तद्विषये ये ये कर्णानि सन्ति, तत् यथा प्रत्यक्ष इन्द्रियाणि अपि च अनुमानम् अपि च उपमानम् अपि च शब्दभेद शब्दभेद ज्ञानं तत्र कर्णानि सन्ति. शब्दज्ञानमिति नास्ति, शब्दः शब्दः शब्दः तत् क्रमेण तत् निरूपिताः. परन्तु असाधारणकारणपदार्थः यदि न ज्ञायते, कथं प्रत्यक्ष असाधारणकारणं कारणज्ञानं सम्भाव्यते? परन्तु यदि अस्माभिः असाधारणकारणपदार्थः न जानीमः, किम् अस्ति असाधारणकारणं, कथं वयं जानीमः प्रत्यक्ष असाधारणकारणज्ञानं कथं प्रत्यक्ष असाधारणकारणज्ञानम् उत्पद्यते, जानीमः अस्माभिः? यदि वयं न जानीमः असाधारणकारणपदार्थः किम् अस्ति, यथा यदि वयं न जानीमः यथा भगिनी भवती उक्तवती व्यापारवत् सति, तत् असाधारणकारणं किञ्चित् किञ्चित् व्यापारवत्वे सति असाधारणकारणत्वं करणं। तर्हि महोदय अत्र परन्तु अत्र प्रथमवाक्ये सम्यक्तया उक्तमासीत् अत्र प्रत्यक्षादिप्रमाणाम् इत्युक्ते ज्ञानं प्रथमतया प्रत्यक्षादयः निरूपिताः प्रत्यक्षम् अनुमितिः उपमितिः शाब्दभेदः इति निरूपितः तदनन्तरं तत्र असाधारणकारणं प्रत्यक्षस्य असाधारणकारणं नाम किम् इति जिज्ञासायाम् असाधारणकारणं नाम किम् इति ज्ञातुम् इच्छामः चेत् तत्र करणं नाम किम् इति अपि ज्ञातव्यं। तर्हि प्रत्यक्षादयः करणानि निरूपिताः परन्तु असाधारणकारणपदार्थः यदि न ज्ञायते कथं प्रत्यक्ष असाधारणकारणज्ञानम् अत्र प्रत्यक्ष असाधारणकारणं कारणज्ञानं नाम किम् अत्र कर्णस्य विषये सत्यम् अत्र प्रत्यक्षम् इत्युक्ते इन्द्रियम् अथवा करणम् अत्र ज्ञानम् इन्द्रियेण एव अत्र उत्पद्यते। इदानीम् अत्र पुस्तकमस्ति मम पुरतः अत्र पुस्तकम् अहं द्रष्टुं शक्नोमि पुस्तकं तर्हि अत्र किं भवति इत्युक्ते मम चक्षुः अस्ति चक्षुषा अत्र पुस्तकेन सह सन्निकर्षः भवति तेन सन्निकर्षेण ज्ञानम् उत्पद्यते। अत्र चक्षुः अस्ति पुस्तकमस्ति द्वयोः सन्निकर्षः इत्युक्ते द्वयोः सम्बन्धः भवति तर्हि चक्षुः एव इन्द्रियम् एव करणम् अस्ति तेन द्वयोः सन्निकर्षः भवति तत्र सन्निकर्षः एव व्यापारः अस्ति व्यापारः तादृशव्यापारः सन्निकर्षेण एव मम आत्मनि ज्ञानं जायते पुस्तकम् इति ज्ञानं जायते अतः अत्र सन्निकर्षः व्यापारः अस्ति चक्षुः चक्षुरिन्द्रियम् अत्र करणम् अस्ति यतोहि अत्र व्यापारवत्वे सति असाधारणकारणत्वं करणम् अत्र इन्द्रियम् इति कारणमस्ति अत्र निमित्तकारणमस्ति ज्ञानं प्रति इन्द्रियं निमित्तकारणम् अस्ति तेन निमित्तकारणेन व्यापारं जायते व्यापारः जायते अत्र व्यापारः एव सन्निकर्षः अत्र इन्द्रियपुस्तकयोः सन्निकर्षः द्वयोः सम्बन्धः एव अत्र व्यापारः तादृशव्यापारेण एव मम आत्मनि ज्ञानं जायते पुस्तकमिति ज्ञानम् अतः अत्र इन्द्रियं चक्षुरिन्द्रियम् असाधारणकारणम् अपि च करणम् इति वदामः। एवं प्रश्न प्रत्यक्ष असाधारणकारणं तद् भवति तृतीय तत्पुरुषसमास प्रत्यक्षेण वा प्रत्यक्षैः असाधारणकारण कारणस्य ज्ञानं प्रत्यक्ष असाधारणकारणं ज्ञानं प्रत्यक्षासाधारणकारणं प्रत्यक्षैः असाधारणकारणम् इति प्रत्यक्ष तृतीयतत्पुरुषः वा इति चिन्तनीयं भगिनि यतोहि प्रत्यक्षम् इति अत्र इन्द्रियमेव असाधारणकारणं तर्हि अत्र विशेषणविशेष्यभावः नास्ति वा किन्तु असाधारणकारण अपि कर्मधारसमासः भवति न कारणं तस्य विशेषणम् असाधारणम् असाधारणकारणम् इति नै नै नै तत्पुरुषसमासः असाधारणम् इत्युक्ते यत्र अधर्मः इति वदामः न धर्मः अधर्मः तथा अत्र असाधारणं न साधारणम् असाधारणम् इति अनन्तरं प्रत्यक्षः योगः असाधारणम् इति अस्ति प्रत्यक्ष असाधारणं तर्हि अत्र कीदृशप्रत्यक्षम् इत्युक्ते असाधारणमस्ति असाधारणकारणमस्ति अतः तत्रापि पुनः अर्थं ज्ञात्वा सत्यम् अत्र प्रत्यक्षेण न प्रत्यक्षेण असाधारणकारणम् इति कथं भवति प्रत्यक्षेण असाधारणकारणं भवति वा प्रत्यक्षेण असाधारणकारणम् इति भवति वा तत्र अर्थः प्रत्यक्षेण असाधारणकारणं प्रत्यक्ष असाधारणकारणे ज्ञानं परन्तु भगिनी अत्र अस्मिन् सन्दर्भे प्रत्यक्ष असाधारणकारणं तत् प्रत्यक्ष एव असाधारणकारणमस्ति. सत्यं सत्यं, प्रत्यक्ष एव असाधारणकारणम्, अतः एव अहम् उक्तवती अत्र प्रत्यक्ष एव कर्मधारयसमासः एव भवति. कर्मधारयः एव भवितुमर्हति, यतोहि प्रत्यक्षमित्युक्ते असाधारणकारणं. सत्यम्. अस्तु, तर्हि अत्र प्रत्यक्षमित्युक्ते इन्द्रियम् इति स्पष्टमस्ति. अत्र इन्द्रियम् इत्युक्ते न केवलं चक्षुरिन्द्रियम् अपि च त्वगिन्द्रियम्, अत्र अन्यानि इन्द्रियाणि अपि तत्र तस्मिन् अन्तर्भूतानि. अत्र त्वगिन्द्रियम् इत्यस्य उदाहरणम् अत्र पुस्तकम् अपि च हस्तः, द्वयोः स्पर्शः यदा हि भवति तत्र संयोगः जायते, तादृशसंयोगस्य नामकरणमस्ति सन्निकर्षः. तादृशसन्निकर्षः हस्ते अपि अस्ति, पुस्तके अपि अस्ति, तत्र त्वगिन्द्रियम् एव करणमस्ति. त्वगिन्द्रियेण व्यापारः जायते, सन्निकर्षः इति व्यापारः जायते. तादृशव्यापारेण ज्ञानं जायते, तत्र द्वयोः हस्तपुस्तकयोः स्पर्शः जायते. अतः अत्र त्वगिन्द्रियं करणम् इति वदामः. भगिनी एवं वक्तुं शक्नुमः, यावत् कोऽपि व्यापारः न जायते तत्र असाधारणकारणं न वक्तुं शक्नुमः. सत्यं सत्यं, तदेव मुख्यविषयः. असाधारणकारणमिति वक्तुं शक्नुमः, असाधारणकारणमिति वक्तुं शक्नुमः, परन्तु करणमिति न वक्तुं शक्नुमः. करणमिति न वक्तुं शक्नुमः, अत्र व्यापारः अपि भवेत्. अस्तु अस्तु, धन्यवादः. भगिनी अग्रे पठति वा? अतः असाधारणकारणनिरूपणमः निरूपणम् आवश्यकम् आपतितम् अस्तु. तत्रापि कारणत्वज्ञान अपेक्षा इति कार्यनियतपूर्ववर्ती कारणम् इति कारणत्वपदार्थ निरूपितः. तत्रापि कार्यं घटकम् इति कार्यं प्रागभावप्रतियोगिः इत्यनेन कार्यं निरूपितं, तथा च कार्यत्वनिरूपणे कृते कार्यत्वघटितं कारणत्वं ज्ञायते. कारणत्वे ज्ञाते तदघटितं करणत्वम् असाधारणकारणत्वरूपं सुज्ञे इति अयं सर्वोऽपि ग्रन्थः प्रवृत्तः. अतः असाधारणकारणनिरूपणम् आवश्यकम् आपतितम्. इदानीं यदि वयं उक्तवन्तः असाधारणकारणानि बहूनि सन्ति, किन्तु कार्यं प्रति यः विशिष्ट असाधारणकारणं व्यापारत्वे सति असाधारणकारणत्वम् इति आगच्छति, तस्य निरूपणम् आवश्यकं भवति. कः असाधारणकारणं करणं भवितुं शक्नोति व्यापारत्वेन इति अस्माकम् इदानीं साधनाय आवश्यकता अस्ति. तत्रापि कारणत्वज्ञान अपेक्षा इति कार्यनियतपूर्ववती वर्ती कारणम् इति कारणत्वपदार्थः निरूपितः. इदानीं कार्यं प्रति कारणं कार्यनियतपूर्ववती यः कार्याधिकरणे कार्यस्य पूर्वं तस्य तत्र भवति, यथा वयं दृष्टवन्तः त्रीणि सोपानानि कारणं कार्याधिकरणे पूर्वं भवति, कदा भवति इति कारणमिति कारणत्वपदार्थनिरूपितः. यत् न केवलं कार्यनियतपूर्ववर्ती अस्ति किन्तु कारणमपि अस्ति तस्य निरुपमम् इति लक्षणवाक्यम् अस्ति भवति भगिनि कार्यनियतपूर्ववर्ती कारणम् इति हा कार्यनियतपूर्ववर्ती कारणम् इति कारणस्य लक्षणवाक्यं परन्तु वयम् इतोपि परिष्कृतलक्षणवाक्यं दृष्टवन्तः खलु अन्यथा इति अस्तु तत्रापि कार्यघटकम् इति कार्य प्रागभावप्रतियोगी इत्यनेन कार्यं निरूपितम् अन्य कार्य कारणस्य द्वितीयम् अपि परिभाषा वयं दृष्टवन्तः यदि कार्यं भवति यथा घटनिर्माणं भवति तद् घटप्राग्भावस्य प्रतियोगी भवति घट यदि घटम् आगच्छति तत् अन्यपरिभाषा अस्ति कारणस्य कार्यप्राग्भावप्रतियोगित्वं भवति अन्य कारणम् सो द्वितीयभाषा पूर्वमस्ति कार्यनियतपूर्ववती कारणम् अन्यम् अस्ति कार्यप्राग्भाव प्रतियोगिः तत् कारणं कारणं भगिनि कारणम् इति ज्ञातुम् इच्छामः चेत् तत्र किमर्थं कार्यं निरूपणीयम् कार्य यदि कार्यं वयं न जानीमः तो कस्य कारणम् आवश्यकम् इति प्रथमं कार्यम् इति निर्देशं भवति न तत्रापि कार्यं घटकम् इति अस्ति कार्यं घटकं तस्य अर्थः कः कार्यं मीन्स् कार्यं जातः तस्य कारणं किं घटितम् इति भवति या कार्यं जनयति तद् भवति कार्यं जनयति तद् भवति कारणं घटितं कार्यं यत् उत्पद्यते तद् भवति घटकम् न अत्र हा अत्र अत्र पश्यतु कार्यनियतपूर्ववर्ती कारणम् इति अस्ति कारणस्य लक्षणवाक्यं तत्र कारणस्य लक्षणवाक्ये कानि पदानि सन्ति इति चेत् कार्यम् इति एकं पदं नियतम् इति एकं पदं पूर्ववर्ती इति एकं पदं तर्हि कार्यम् इति पदं तत्र घटकमस्ति आगच्छति कारणे कारणस्य लक्षणवाक्ये कार्यम् इति पदं घटकमस्ति तर्हि यावत्पर्यन्तं कार्यं नाम किम् इति न निरूपणी न अवगच्छामः तावत्पर्यन्तं कारणं नाम किम् इत्यपि न अवगच्छामः अतः प्रथमतया कार्यं नाम किम् इति निरूपणीयं नियतं नाम किम् इति निरूपणीयं पूर्ववर्ती नाम किम् इति निरूपणीयं तर्हि अत्र नियतम् इति वयं जानीमः पूर्ववर्ती वयं जानीमः कार्यम् इति कार्यम् अत्र अतः एव कार्यस्य निरूपणम् इति आवश्यकम् अतः कार्यप्रागभावप्रतियोगी इति कार्यस्य निरूपणम् तर्हि कार्यं घटकम् अस्ति कारणं घटितम् अस्ति किमर्थं घटितम् इत्युक्ते अत्र कारणस्य लक्षणवाक्ये कार्यम् इति पदं घटकम् इत्युक्ते तस्य अंशः अस्ति तर्हि यावत्पर्यन्तं कार्यं न अवगच्छामः तावत्पर्यन्तं कारणं न अवगन्तुं शक्नुमः भगिनि अत्र अस्मिन् वाक्ये कार्यम् एव कार्यं या जनयति कार्यम् एव प्राग्भावप्रतियोगे अस्ति कार्यमेव प्राग् पुनः वदतु यः कार्यं जनयति तत् यत्र कार्यं जनयति तत् सः कार्यम् एव प्राग्भावप्रतियोगे अस्ति यथा घटं जनयति यत् यत् यत्किमपि कारणानि घटं जनयति सः घटः एव प्राग्भावप्रतियोगे अस्ति प्रतियोगी भवति भगिनि व्याकरणरीत्या घटकं घटितम् इति तद् तान्तरूप अस्ति न घटितं सत्यं सत्यं तान्तरूप घटितम् इति घटकं किं घटक इति प्रायः तद्धितप्रत्ययः कप्रत्ययः योजयित्वा अस्ति इति चिन्तयामि पुनः द्रष्टव्यं घटकं तल् तल् प्रत्ययः वा न न न तल् नास्ति तल् तल् इति सुन्दरता अस्ति न हा सत्यं सत्यं भावप्रत्ययः तल् प्रत्ययः अस्तु अग्रे तत्रापि कार्यं घटकम् इति कार्यं कृतवन्तः कार्यप्रागभावप्रतियोगी इत्यनेन कार्यं निरूपितं तथा च कार्यत्वनिरूपणे कृते कार्यत्वघटितं कारणत्वं ज्ञायते यथा भवती इदानीम् उक्तवती प्रथमं कार्य किम् अस्ति तस्य निरूपणं भवति तस्य यदि कार्यं जानीमः तस्य कारणत्वं तदा वयं तस्य बोधं भवति, कार्यस्य कार्य ज्ञानस्य तदनन्तरं कारणस्य किं ज्ञानम् अस्ति, के कारणानि सन्ति, तस्य कानि कारणानि सन्ति तस्य बोधं भवति. सो कारणत्वे ज्ञाते तदं तत् घटितं करणत्वं साधारणकारणरूपं सुज्ञेम् इति अयं सर्वोपि ग्रन्थः प्रवृत्तः. सो यदा कारणत्वे यदि कारणं यदि कारणानि वयं जानीमः तत् घटं प्रति यथा कार्यं प्रति किं कारणं आवश्यकम् अस्ति तत् भवति असाधारणकारणं. सो तत् असाधारणकारणं भवति कार्यं प्रति करणम् इति. सो कारणत्वे ज्ञाते इति भावं दत्तमस्ति. कारणत्वे ज्ञाते तद् घटितं कार्यं घटितं कारणं कारणं घटितम् अस्ति यत् जातं कारण कार्यं प्रति तत् असाधारणकारस्वरूपं भवति करणं घटकं कार्यं प्रति. समीचीनं. तर्हि अत्र कारणं किम् इति ज्ञातुम् इच्छामः चेत् अत्र प्रथमतया कार्यं नाम किम् इति निरूपणीयं. कार्यं ज्ञाते सति तर्हि वयं कारणं नाम किम् इति ज्ञातुं शक्नुमः. कारणं जानीमः चेत् तत्र करणं नाम किम् इति अपि ज्ञातुं शक्नुमः. तर्हि प्रत्येकस्मिन् वाक्ये घटकं किं घटितं किम् इति सम्यक्तया अवगन्तव्यम्. अत्र घटकम् इत्युक्ते अंशः अस्ति, घटितम् इत्युक्ते तस्मिन् तस्मिन् वाक्ये अत्र अंशः अस्ति इति, तथा तस्मिन् अस्ति इति. अत्र कार्यनियत सोपानानि भवति कार्यम् असाधारणकारणं करणं. सत्यं सत्यं तदेव सम्यक् स्पष्टमस्ति वा महोदय? कार्यं भवति असाधारणकारणं भवति घटितम्, असाधारणकारणं भवति घटकं, पुनः करणं भवति घटकं. पुनः पुनः वदतु, आरम्भतः वदतु. अस्तु, कार्यं भवति घटकं, कारणं भवति घटकं, तदनन्तरं कारणं भवति घटकम्, असाधारणकारणं भवति घटकं, तदनन्तरम् असाधारणघटितम् घटकं भवति न कार्यम्. असाधारणकारणं वयं जानीमः, असाधारणकारणम् इदानीम् अत्र कारणं नाम किं, कारणं घटकम् अस्ति, कारणं जानीमः चेत् तदनन्तरम् असाधारणकारणं घटितम् अस्ति. विपरीतं कार्यं अस्तु अस्तु साधु. कार्यं घटकं, कारणं घटितं, तदनन्तरं कार्यं भवति कारणं भवति घटकम्, असाधारणकारणं भवति घटितं, तदनन्तरम् असाधारणकारणं भवति घटकं, करणं भवति घटकं. सम्यक् सम्यक् अस्तु. हा, कारणत्वे ज्ञाते तद्घटितं करणत्वम् असाधारणकारणत्वरूपं सुज्ञेयं. तर्हि वयं क्रमः अपि दृष्टवन्तः, कार्यं करणम् असाधारणकारणं करणम् इति क्रमः. तर्हि एतदेव सम्यक्तया ज्ञेयम्, एतत् सम्यक्तया ज्ञेयम्. किमर्थं ज्ञेयम् इत्युक्ते यतोहि एतदेव अग्रे आयास्यति. अत्र प्रत्यक्षज्ञानस्य लक्षणं, प्रत्यक्षप्रमायाः लक्षणं पश्यामः चेत् तत्र पुनः असाधारणकारणं करणं, कार्यं किं, कारणं किम्, असाधारणकारणं किं, करणं किं, सर्वम् अत्र पुनः प्रत्यक्षस्य प्रसङ्गे अवगन्तव्यम्. अतः अयं सर्वोपि ग्रन्थः प्रवृत्तः इत्युक्ते अयं सर्वोपि ग्रन्थः एतत् सर्वं कार्यं कारणम् असाधारणकारणं करणम् इति सर्वं ग्रन्थे दत्तमस्ति इति. सत्यं. सत्यम् एतत् सर्वं वयं वयं दृष्टवन्तः पूर्वम् इति हा एतत् सर्वं वयं दृष्टवन्तः अवगच्छामः अपि किमर्थं क्रमः तथा अस्ति इत्यपि अवगच्छामः. अस्तु सम्यक् सम्यक्. तर्हि अत्र समासः भवति सुज्ञेयम् इति वा इति वा सुज्ञेयं हा अव्ययीभावः एव क्षम्यतामं पुनः पुनः न सम्यक् एव. अहं बहु किमपि समासस्य विषये न चिन्तितवती अस्मिन् वर्गे. अस्तु तर्हि महोदय अग्रे अग्रे किम् अभ्यासं भवति अभ्यासः सम्यक् सम्यक् एव परन्तु अत्र तत्र प्रभेदाः किञ्चित् इतोपि मम मनसि स्पष्टता नास्ति. अत्र अहम् एकवारं पठितवती परन्तु पुनः पठनीयम्. अस्तु महोदय. आम् आं भगिनि. प्रत्यक्षप्रमालक्षणं तत् एतत् त्रिविधकारणमध्ये यत् असाधारणकारणं तदेव करणं प्रत्यक्षज्ञानकरणं प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षं तद्विधं निर्विकल्पकं सविकल्पकं तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं यत् इदं किञ्चित् सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थो अयं भ्रमणो अयं श्यामो अयं पाचको अयम् इति. प्रत्यक्षप्रमालक्षणं प्रत्यक्ष यथार्थ ज्ञानस्य लक्षणम् एवं भगिनि. प्रत्यक्षं यथार्थज्ञानस्य लक्षणं नास्ति. अत्र यथार्थज्ञानमेव प्रत्यक्षं खलु. यथार्थज्ञानम् एव अस्तु किञ्चित् प्रीत्या अवगतवान्. यथार्थज्ञानम् एव प्रत्यक्षम् अस्ति. तद् एतत् त्रिविधकारणमध्ये यत् असाधारणकारणं तदेव करणं तत्र त्रिविधकारणानि सन्ति. तत् तस्मिन् यत् असाधारणकारणम् अस्ति तदेव करणमस्ति. प्रत्यक्षज्ञानकरणं प्रत्यक्षं प्रत्यक्षज्ञानकरणम् इत्युक्ते अत्र तु प्रत्यक्ष इत्युक्ते कर्णमेव. प्रत्यक्षज्ञानकरणं प्रत्यक्षम् अस्ति. तत् तमपि प्रत्यक्षमेव वदामः. प्रथमप्रत्यक्ष नाम किं? प्रत्यक्ष इत्युक्ते ज्ञानं यथार्थ ज्ञानं. प्रत्यक्षज्ञानकरणं प्रत्यक्षं तत् यथार्थज्ञानस्य कारणं प्रत्यक्षं. प्रत्यक्षमित्युक्ते द्वितीयप्रत्यक्षम् इत्युक्ते कारणं करणम् अथवा इन्द्रियम् अथवा प्रमाणम्. आम् अग्रे वदतु. इन्द्रियथा इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षं तत् इन्द्रियेण सह यथा सन्निकर्षः भवति तेन जन्यज्ञानं प्रत्यक्षम् अस्ति. अत्र तु प्रत्यक्षं यथार्थ ज्ञानम् एवं भगिनि. सत्यं सत्यम्. इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्. अत्र प्रत्यक्षम् इत्युक्ते प्रमा अथवा यथार्थज्ञानं. तर्हि अत्र ज्ञानं तु आत्मनि एव जायते. तर्हि अत्र क्रमः कः इति चेत् प्रथमतया आत्ममनसंयोगः भवति. तदनन्तरं मनसः इन्द्रियेण सह संयुज्यते. अनन्तरम् इन्द्रियः अर्थेन सह सन्निकर्षः भवति. तादृशसन्निकर्षेण जन्यं ज्ञानं प्रत्यक्षं. तर्हि इदानीं मम पुरतः पुस्तकमस्ति चेत् अहं पुस्तकं पश्यामि. मम आत्मनि ज्ञानं जायते. कथं जायते इत्युक्ते आत्ममनसंयोगः प्रथमं जायते. अनन्तरं मनसः इन्द्रियेण सह संयोगः जायते. तदनन्तरम् इन्द्रियस्य चक्षुरिन्द्रियस्य पुस्तकेन सह सन्निकर्षः सम्बन्धः जायते. तेन सम्बन्धेन मम आत्मनि ज्ञानम् उत्पद्यते. अतः तत्र प्रत्यक्षप्रमायाः लक्षणवाक्यमस्ति इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम्. इन्द्रियमस्ति अर्थः इत्युक्ते पदार्थः, तयोः सन्निकर्षः अथवा सम्बन्धः, सामीप्यं यत्र अस्ति तादृशसन्निकर्षेण जन्यं ज्ञानं प्रत्यक्षम्. अग्रे महोदय. ज्ञानं द्विविधम् अस्ति, निर्विकल्पकम् अपि च सविकल्पकं च इति. तत् निर्विकल्पकम् अस्ति अपि च सविकल्पकम् अस्ति. अग्रे तत् दत्तमस्ति, तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं, यत्र किमपि प्रकारकं न अस्ति ज्ञानं, तत् सः ज्ञानं तत् ज्ञानं निर्विकल्पकमस्ति. प्रकारकं न अस्ति भगिनि, अत्र जानामि प्रकारता संसर्गता विशेषता न अस्ति. निर्विकल्पज्ञाने तत्र शुद्धज्ञानमस्ति वा निर्विकल्पकं? हा, अत्र किञ्चित् वदामि महोदय. अत्र यतोहि अत्र प्रथमवारं निष्प्रकारकं ज्ञानम् इति आगतम्, अतः अत्र वदामि अत्र यथार्थज्ञा अनुभवः यथार्थः अयथार्थः इति जानीमः. यथार्थज्ञानं प्रत्यक्षं अनुमितिः उपमितिः शाब्दभेदः इति जानीमः यथार्थज्ञानं. तर्हि प्रत्यक्षम् इति द्विविधम् अस्ति, निर्विकल्पकम् अपि च सविकल्पकम्. निर्विकल्पकं नाम किम् इति चेत् निष्प्रकारकं ज्ञानं. निष्प्रकारकं ज्ञानम् इत्युक्ते प्रकारतारहितज्ञानम्. प्रकारतारहितज्ञानम् इत्युक्ते अत्र न्यायशास्त्रे किम् अस्ति इति चेत्, यदि अहं किमपि पश्यामि, अत्र पुस्तकं पश्यामि, तर्हि प्रथमक्षणे अहं पुस्तकम् इति न अवगच्छामि. प्रथमक्षणे अहं किमपि पश्यामि, किञ्चित् पश्यामि, तस्य तत् पुस्तकं तत् कुत्र अस्ति तत् सर्वं न पश्यामि. केवलं पुस्तकम् इति एव ज्ञानं, क्षम्यतां, केवलं किञ्चित् अस्ति इति एव ज्ञानं जायते प्रथमक्षणे. किमपि अस्ति, तत्र प्रकारता नास्ति, विशेष्यता नास्ति, संसर्गता नास्ति, किमपि नास्ति, किञ्चित् अस्ति. अतः प्रथमक्षणे निष्प्रकारकं ज्ञानम् इति वदामः. अत्र प्रकारकः इत्युक्ते संसर्गः अपि च विशेष्यता सर्वं, संसर्गता विशेष्यता सर्वं तस्मिन् अन्तर्भूतः प्रकारकः. निष्प्रकारकः इत्युक्ते किञ्चित् पश्यामि, अत्र मम पुरतः किञ्चित् अस्ति तदेव पश्यामि. तदनन्तरं द्वितीयक्षणे तदा एव प्रकारता आगच्छति. तादृशज्ञाने प्रकारता आगच्छति. प्रथमक्षणे पुस्तकमस्ति, अहं किञ्चित् पश्यामि, पुस्तकम् इति न, किञ्चित् पश्यामि. द्वितीयक्षणे तत् पुस्तकम् अस्ति इति अवगच्छामि. पुस्तके पुस्तकत्वम् अस्ति इति अवगच्छामि. पुस्तके पुस्तकत्वम् एव प्रकारता अस्ति. प्रकारता पुस्तकं विशेष्यम् अस्ति. द्वयोः सम्बन्धः अत्र संसर्गता, अत्र समवायसम्बन्धः अस्ति जातिव्यक्तयोः, अतः समवायसम्बन्धमपि अवगच्छामि. तर्हि द्वितीयक्षणे यद् ज्ञानं जायते तदेव सविकल्पकम् इत्युक्ते विकल्पकसहितम् इत्युक्ते अत्र प्रकारतासहितं ज्ञानं. सप्रकारकम् इत्युक्ते प्रकारतासहितं ज्ञानं, प्रकारतायुक्तज्ञानं, तदेव सविकल्पकम् इति द्विप्रकारकम्. अनन्तरं क्रमेण गच्छति वा, पूर्वं प्रथमं निर्विकल्पकं ज्ञानं भवति, तदनन्तरं सविकल्पकं ज्ञानं भवति, एवं? सत्यं सत्यं सत्यं, क्रमेण एव. सत्यं सत्यं महोदय. प्रथमतया अहं किमपि पश्यामि, किञ्चित् अस्ति इति जानामि. तदनन्तरं द्वितीयक्षणे एव अत्र प्रकारता, विशेष्यता, संसर्गता त्रयाणामपि ज्ञानं भवति. अतः सविकल्पकज्ञानम् इति वदामि. अत्र उदाहरणानि दीयन्ते, भित्तोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयम् इति. अत्र यत्र सप्रकारकज्ञानं भवति तत्र उदाहरणानि, डित्तोऽयम् इत्युक्ते डित्तः इत्युक्ते संज्ञा अस्ति, ब्राह्मणः इति जातिः अस्ति, श्यामः इति रूपं गुणः अस्ति, पाचकः इति क्रिया अस्ति, क्रियावान् अस्तु. तर्हि अत्र शब्दाः अपि तथैव, चतुर्विधाः शब्दाः. अत्र यदि अत्र पदार्थः पश्यामि चेत् अत्र पदमपि अस्ति खलु, तर्हि शब्दाः चतुर्विधाः, संज्ञाशब्दाः, गुणशब्दाः, जातिशब्दाः अपि च क्रियाशब्दाः. तर्हि दित्तः इति एका संज्ञा अस्ति, यथा अत्र रमेशः अथवा उमेशः किमपि नामकरणमस्ति, एवमेव डित्तः इति संज्ञा अस्ति. तर्हि अत्र मम पुरतः एकः मनुष्यः अस्ति, तस्य नाम रमेशः इति चिन्तयामः चेत् रमेशः इति संज्ञा अस्ति, तस्मिन् मनुष्ये तादृशसंज्ञा अस्ति, रमेशः इति शब्दः अस्ति, रमेशः इति पदमस्ति, पदमस्ति पदार्थः अस्ति मनुष्यः, द्वयोः सम्बन्धः अस्ति, पदपदार्थयोः यः सम्बन्धः अस्ति तस्य नामकरणमस्ति शक्तिः इति वयं दृष्टवन्तः पूर्वमपि. पदपदार्थयोः सम्बन्धः शक्तिः, अत्र रमेशः इति संज्ञा तस्मिन् मनुष्ये अस्ति, द्वयोः सम्बन्धः संसर्गता, तस्य नामकरणमस्ति वाच्यवाचकसम्बन्धः अथवा शक्तिः इति वदामः. अतः डित्तः इति संज्ञा अस्ति. अत्र संज्ञाप्रवृत्तिनिमित्तिकशब्दः इति वदामः, यतोहि अत्र रमेशः अथवा डित्तः इति शब्दः, शब्दस्य प्रयोगम् अत्र संज्ञाम् अधिकृत्य, संज्ञां निमित्तीकृत्य एव तादृशशब्दं प्रयोगं कर्तुं शक्नुमः. अतः अत्र संज्ञाप्रवृत्तिनिमित्तिकशब्दः इति वदामः. एवमेव अत्र ब्राह्मणः इति जातिः अस्ति, अत्र जातिप्रवृत्तिनिमित्तिकशब्दः. मम पुरतः एकः मनुष्यः अस्ति, तस्य जातिः अस्ति ब्राह्मणः, ब्राह्मणः जातिः तस्मिन् अस्ति, अतः अत्र ब्राह्मणः इति शब्दस्य प्रयोगः अत्र ब्राह्मणत्वं जातिम् अधिकृत्य एव भवति. अतः अत्र ब्राह्मणः इति जातिप्रवृत्तिनिमित्तकशब्दः इति वदामः. एवमेव अत्र श्यामः इति रूपम् अथवा गुणः अस्ति. एकः पुरुषः श्यामवान् इति वदामः चेत् तस्मिन् श्यामः इति गुणः अस्ति, गुणगुणिनोः समवायसम्बन्धः अस्ति. अत्र श्यामः इति शब्दस्य प्रयोगम् अत्र श्यामरूपम् अधिकृत्य, निमित्तीकृत्य एव कुर्मः. अतः गुणप्रवृत्तिनिमित्तिकः शब्दः इति वदामः. एवमेव अत्र पाचकः, पाचकः इति क्रिया अस्ति. अत्र पाकक्रिया, यः पाकक्रियां करोति सः एव पाचकः. तर्हि पाकक्रियां यः करोति तं निमित्तीकृत्य एव वयं पाचकः इति शब्दस्य प्रयोगं कुर्मः. अतः अत्र क्रियाप्रवृत्तिनिमित्तिकः शब्दः इति वदामः. अत्र चतुर्प्रकारकः अस्ति. सप्रकारकम् अत्र संज्ञा भवितुमर्हति, जाति भवितुमर्हति, क्रिया भवितुमर्हति, अपि च गुणः अपि भवितुमर्हति. स्पष्टमस्ति वा? पूर्वं यदा अहं ह्यः पठितवान् तत् चिन्तितवान् तत् निर्विकल्पम् एकम् अस्ति, सविकल्पं कोऽपि तत्र सम्बन्धः अस्ति तत् न चिन्तितम् इदानीं स्पष्टं. भगिनी, एतत् वेदान्तशास्त्रे निर्विकल्प सविकल्प समाधि तस्य विपरीतम् अस्ति. समाधिः भवान् जानाति, निर्विकल्पसमाधिः न किमपि न जानाति, तदनन्तरम् आगच्छति. सत्यं सत्यम् अस्तु. तर्हि अत्र सम्यक् अत्र अग्रे भगिनी पठति वा? अस्तु भगिनि, मया निर्गन्तव्यम् इदानीं, क्षम्यता. ओ अस्तु अस्तु, चिन्ता नास्ति महोदय, धन्यवादः. अस्तु धन्यवादः भगिनि. धन्यवादः महोदय. प्रकृतिं च प्रत्यक्षप्रमायाः करणं प्रत्यक्षं, तथा च प्रत्यक्षप्रमा करणत्वं प्रत्यक्षप्रमाणलक्षणम् इति फलति. तत्र लक्षणे प्रत्यक्षप्रमा अन्तर्भूता इति तस्याः ज्ञाने एव प्रत्यक्षप्रमाणं ज्ञातुं शक्यम् इति प्रत्यक्षप्रमायाः लक्षणं निरूपयति. इन्द्रियार्थसन्निकर्षति इति प्रकृतं च, इदानीं प्रकृतं च यथा वयं पठन्ति स्मः, शुद्धमस्ति, पठन्ति स्म, पठन्तः स्म. यदि भवती भवत्याः विषये एव वदति चेत् पठन्ती स्म, अस्मि पठन्ती अस्मि इति सम्यक्. वयम् इति वदामः चेत् पठन् अत्र महिलाः, महिलौ, महिले स्तः पठन्त्यौ. प्रकृतम् इति कारणविषये प्रत्यक्षप्रमा इति प्रथमं प्रत्यक्ष भवति ज्ञान प्रत्यक्षप्रमा यथार्थ ज्ञानं यत् आगच्छति तस्याः करणं इति प्रत्यक्षम् इन्द्रियं कारणम् असाधारणकारणम् इन्द्रियम् इति अस्ति तथा च प्रत्यक्ष प्रमाकरणत्वं प्रत्यक्षप्रमाणलक्षणम् इति फलति तत् अतः प्रत्यक्षप्रमाः करणत्वं प्रत्यक्षकारणलक्षणमिति सो तस्य लक्षणं अस्माकं लक्ष्यमस्ति करणं कार्यस्य करणं किम् अस्ति तस्य लक्षणवाक्यं भवति प्रत्यक्षप्रमाकरणत्वं प्रत्यक्ष प्रमाणलक्षणम् इति प्रत्यक्षप्रमाकरणत्वम् इति प्रत्यक्षप्रमा लक्षणम् इति फलति साधु सत्यं प्रत्यक्षप्रमाणम् इत्युक्ते अत्र प्रत्यक्षप्रमाणम् इत्युक्ते किं प्रत्यक्षप्रमाणम् इति इत्युक्ते प्रत्यक्षप्रमाणं प्रत्यक्षं प्रमाणम् इति इन्द्रियं प्रमाणम् इति भवति प्रत्यक्षप्रमाणम् इत्युक्ते प्रत्यक्षस्य प्रमाणं प्रत्यक्षस्य प्रमाणम् अत्र इन्द्रियम् इति विषयः अस्ति अतः करणं तस्य लक्षणं किम् आगच्छति प्रत्यक्षप्रमाकरणत्वम् इति भवति साधु प्रत्यक्षप्रमाकरणत्वं तत्र लक्षणे प्रत्यक्षप्रमा अन्तर्भूत इति तस्याः ज्ञाने एव प्रत्यक्षप्रमाणं ज्ञातुं शक्यमिति प्रत्यक्षप्रमायाः लक्षणं निरूपयति अत्र लक्षणे लक्षणवाक्यं से प्रत्यक्षप्रमा इति प्रत्यक्षस्य प्रमा इति साधु प्रत्यक्षस्य प्रमा इति नास्ति अत्र प्रत्यक्षमेव प्रमा अस्तु सो प्रत्यक्षप्रमा इति प्रत्यक्षं प्रमा द्वन्द्वसमासः भवति कर्मधारयः प्रत्यक्षमेव प्रमा कर्मधारयः कर्मधार अन्तर्भूता इति तस्याः ज्ञान एव प्रत्यक्षप्रमा यथार्थ ज्ञानस्य ज्ञान एव प्रत्यक्षं प्रमाणं ज्ञातुं तस्य प्रत्यक्षप्रमाणं मया तस्य प्रमाणं किम् अस्ति तस्य बोधं किम् अस्ति प्रत्यक्षप्रमायाः इति अत्र प्रत्यक्षस्य प्रमायाः इति भवति प्रत्यक्षप्रमायाः पुनः प्रत्यक्षं प्रमा तस्य लक्षणं निरूपयति तस्य कारणं प्रत्यक्षप्रमा तस्य कारणं किम् अस्ति करणं किं भवति तस्य लक्षणवाक्यम् आगच्छति इन्द्रिय अर्थसन्निकर्ष इति इन्द्रियैः सह सन्निकर्ष मीन्स् संयोग इति भवति प्रत्यक्षप्रमाणम् अत्र क्रमः कः इदानीम् अस्माकं लक्ष्यं किम् लक्ष्यं प्रत्यक्षप्रमा न इदानीम् अस्माकं प्रथमलक्ष्यं किम् इति चेत् प्रत्यक्षप्रमाणं नाम किम् इति लक्ष्यम् अस्तु प्रत्यक्षप्रमाणं तर्हि प्रत्यक्षप्रमाणम् इत्यस्य लक्षणमस्ति प्रत्यक्षप्रमाकरणत्वं तर्हि प्रत्यक्षप्रमाकरणत्वम् इत्यस्मिन् लक्षणे घटकं किम् घटकम् अस्ति करणं करणत्वं घटकम् आगच्छति घटकं कार्यं प्रत्यक्षप्रमा भवति घटकं प्रत्यक्षप्रमा एव घटकं सत्यं प्रत्यक्षप्रमा घटकं घटितमस्ति प्रत्यक्षप्रमाकरणत्वं प्रमाकारणत्वम् अस्ति तर्हि घटकं प्रथमं निरूपणीयं प्रत्यक्षप्रमा इति किं नाम का इति न जानीमः चेत् तावत्पर्यन्तं प्रत्यक्षप्रमाणं नाम किम् इति न ज्ञातुं शक्नुमः अतः प्रत्यक्षप्रमा इत्यस्य निरूपणं प्रथमं करणीयं प्रत्यक्षप्रमा नाम किम् इति चेत् इन्द्रियार्थसन्निकर्षजन्यज्ञानम् एव प्रत्यक्षप्रमा. तर्हि इन्द्रियार्थसन्निकर्षजन्यज्ञानम् इति निरूपणीयं प्रथमतया. तथा वयं प्रत्यक्षप्रमा इति अवगन्तुं शक्नुमः. प्रत्यक्षप्रमा इति अवगच्छामः चेत् तर्हि प्रत्यक्षप्रमायाः करणं नाम किम् इति अपि अवगन्तुं शक्नुमः. तर्हि प्रत्यक्षप्रमाणम् अवगन्तुं शक्नुमः. अस्तु, सो प्रथमं सोपानम् अस्ति इन्द्रियार्थसन्निकर्षत्वम्. कार्यम् इन्द्रियार्थसन्निकर्षतं भवति कारणं घटकम् इन्द्रियार्थसन्निकर्षत्वं तत् प्रथमं बोधम् अस्माकं लक्ष्यं भवति कार्यं न तदनन्तरं कारणं. सत्यं सत्यम् अस्तु. यावत्पर्यन्तं ज्ञानं नास्ति तावत्पर्यन्तं तस्य करणं कारणं किम् इति किमपि तस्य चिन्तनमेव न आगच्छति. चिन्तनं नागच्छति. अस्तु, कथं समासः अग्रे पठामि वा? हा, पठतु मां भगिनि. ओके. इन्द्रियं च अर्थश्च इन्द्रियार्थौ इन्द्रियार्थयोः सन्निकर्षः इन्द्रियार्थसन्निकर्षः. इन्द्रियं च अर्थश्च इन्द्रियार्थौ. ओ, अत्र द्वन्द्वसमासः भवति. इन्द्रिय च अर्थश्च इन्द्रियार्थौ. अस्तु, सत्यं, साधु. इन्द्रिय च अर्थश्च इन्द्रियार्थौ. इन्द्रिया अर्थयो तयोः इन्द्रिय अर्थयो तयोः भवति षष्टितत्पुरुषसमासः इति भवति. सन्निकर्षः तयोः सन्निकर्षः संयोग इन्द्रिय अर्थयो तयोः संस्कृत वा सन्निकर्षः इन्द्रिय अर्थ सन्निकर्षः. इदानीम् अहं गच्छामि. अस्तु, तेन उत्पन्नं ज्ञानं प्रत्यक्षं. सो इन्द्रियार्थसन्निकर्षे सन्निकर्षणेन यद् बोधं भवति तद्भवति प्रत्यक्षम् अथवा यथार्थज्ञानम् अप्रत्यक्षं प्रमा. तत्र ज्ञानमिति लक्ष्यनिर्देशः. इन्द्रियं चक्षुः, अर्थः घटरूपं घटक्रियादि तयोः सन्निकर्षः सम्बन्धः वक्ष्यमाणसंयोगः संयुक्त समवाय आदि तेन उत्पन्नं ज्ञानं प्रत्यक्षम् अयं घटः इदं रूपम् इति इदं रूपम् इत्यादि कारकम् इदम् एव प्रत्यक्षम् इति उच्यते. अत्र पर्यन्तं भगिनी वदतु. यदि बोधं प्रत्यक्षप्रमा तस्य बोधम् आगच्छति मनसि तस्य ज्ञानम् इति लक्ष्यं निर्देशम्. इदानीं वयं लक्ष्ये ज्ञाते कारणस्य ज्ञानम् आगच्छति. तत् भवति कारणम् इन्द्रियं प्रत्यक्षं चक्षुः कोऽपि इन्द्रियम् अर्थ इति विषय तस्य इन्द्रिय अर्थतयोः द्वयोः मध्ये सम्बन्धः अस्ति. इदानीं घट भवति विषय घटरूपम् अस्ति गुण यदा वयं दृष्टवन्तः श्यामरूप घटक्रिया आदितयोः यदि यथा घटक्रिया निर्माणतयोः यथा वयं पाचक इति दृष्टवन्तः लक्षणे वाक्ये सन्निकर्षः इति प्रकारकज्ञानं सम्बन्धः अस्ति. सम्बन्धः वक्ष्यमाणसम्बन्धसंयोगः भवितुं या समवाय वा संयुक्त परम्परासम्बन्ध इति केनापि कयोपि सम्बन्धः आगच्छति, तेन उत्पन्ना ज्ञानं प्रत्यक्षं. सो सम्बन्धेन यत् ज्ञानं प्रत्यक्षम् आगच्छति अयं घटः, इद ज्ञानस्य प्रकारः अस्ति अयं घटः व्यवहारे यत् वयं वदामः. इदं रूपं यथा गुण अस्ति घट नील अस्ति वा रक्तवर्णः अस्ति इत्यादि कारणम् इदमेव प्रत्यक्षम् इति उच्यते. ते सो ते यदि घटसंज्ञा अयं घटति घटकडिथोतं घटरूपमिति च श्यामरूपमिति ते यदि ज्ञानस्य बोधं जायते तद् भवति प्रत्यक्षप्रमा इति तस्य नाम आगच्छति प्रत्यक्षप्रमा. यद्यपि सम्प्रदाये इह लक्षणनिरूपणमेव क्रियते, न तु जलप्रयोजनं चिन्त्यते. तथापि जिज्ञासूनां परिपोषाय सर्वत्र सर्वतन्त्र किमस्ति भगिनि सर्वतन्त्रस्वतन्त्रैः श्रीमद् श्रीमद् आचारमित्रैः नामकरणमस्ति न श्रीमद् श्रीमद्वाचस्पतिमिश्रैः श्रीमद्वाचस्पति श्रीमद्वाचस्पतिमिश्रैः रचितायां न्यायवर्तिकटीकायाम् उल्लिखितानि प्रयोजनानि निरूपयन्ते. सो एतत् लेखकः अस्ति तस्मै तेन रचिता ग्रन्थः अस्ति न्याय न्यायतर्कटीकायां, तस्मिन् सः निरूप्यति एतत् सर्वाणि दलप्रयोजनं तत्र दत्तमस्ति कारणस्य. यथा भवती उक्तवती पूर्णं इन्द्रियार्थसन्निकषत्वं प्रत्यक्ष करणत्वम् इति प्रत्यक्षप्रमाणस्य लक्षणवाक्यं भवति. अत्र कति दलानि सन्ति? इन्द्रिय मेन् द्वे भवति न, प्रत्यक्षप्रमाणकरणत्वम् इन्द्रिय अर्थं सन्निकर्षत्वम् इन्द्रियम् अर्थः इन्द्रियम् अर्थं एकम् इन्द्रियं द्वितीय भवति अर्थं तत् तृतीय भवति सन्निकर्षं सन्निकर्षं सम्बन्ध इन्द्रियम् अस्ति साधनम् अर्थं भवति विषयं वा सन्निकर्षं त्रीणि इन्द्रियम् अर्थं सन्निकर्षम् अस्तु. अत्र वस्तुतः उत्पन्नम् इति अपि अस्ति खलु उत्पन्नं कार्यं तत् भवति कार्यं उत्पन्नं सन्निकर्ष उत्पन्नम् उत्पन्नम् इति शब्दस्य अपि उत्पन्नपदे उत्पन्नपदम् इत्यस्य अपि दलसर्थ किम् अग्रे अग्रे आयास्यति पश्यामः तत्र पश्यामः अग्रे अग्रे आयास्यति. अस्तु तर्हि अत्र वस्तुतः अत्र तर्कसङ्ग्रहः इति ग्रन्थे दलसार्थक्यस्य विषये न दत्तमस्ति, तथापि अत्र श्रीमद् वाचस्पतिमिश्रैः रचितायां न्यायवर्ति इति टीकायां तस्मिन् दलसार्थक्यस्य विषये चिन्तनम् अस्ति. अत्र विद्याधरी इति पुस्तके दलसार्थक्यस्य चिन्तने तत् पुस्तकम् आधारीकृत्य अत्र दत्तमस्ति. अस्तु अग्रे आगच्छति अग्रे अग्रे अग्रे आगच्छति सत्यम् अस्तु. अस्तु, आगामि वर्गे भवति तत् सत्यं भगिनि, तावदेव इदानीम्। अस्तु, साधु, सम्यक् अस्तु, धन्यवादः भगिनि, धन्यवादः भगिनि, नमस्कारः। अस्तु, नमस्कारः, शुभरात्रि, शुभदिवसः।